न हि अत्र युद्धकर्तव्यता विधीयते। युद्धप्रवृत्तैव हि असौ शोकमोह प्रतिबद्धः तूष्णीमास्ते, अतः तस्य प्रतिबन्ध अपनयनमात्रं भगवता क्रियते। तस्मात् युद्धस्व इति अनुवादमात्रं न विधिः। शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रं न प्रवर्तकम् इति एतस्य अर्थस्य साक्षिभूते रुचौ आनिनाय भगवान्। यत्तु मन्यसे युद्धे भीष्मादेव मया हन्यन्ते अहमेव तेषां हन्त इति, एषा बुद्धिः मृषा एव ते। कथं यैनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्, उभौ तौ न विजानीतो नायं हन्ति न हन्यते। ययेनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं, हननक्रियायाः कर्तारं, यश्च येन मन्यो मन्यते हतं, देहननेन हतः अहम् इति हननक्रियायाः कर्मभूतं, तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मनः। हन्त अहं, हतः अस्मि अहम् इति देहहननेन आत्मानम् अहं प्रति विषयं यौ विजानीतः, तौ आत्मस्वरूप अनभिज्ञम् इत्यर्थः। यस्मात् नायम् आत्मा हन्ति न हननक्रियायाः कर्ता भवति, न हन्यते न च कर्म भवति इत्यर्थः। अविक्रियत्व कथम् अविक्रिय आत्मा इति द्वितीयमन्त्रः। न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः, अजो नित्यशाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे। न जायते न उत्पद्यते, जनिलक्षणा वस्तुविक्रिया न आत्मनो विद्यते इत्यर्थः। तथा न म्रियते वा शब्दः च अर्थे, न म्रियते च इति अन्त्यविनाशलक्षणविक्रिया प्रतिषिध्यते। कदाचित् शब्दः सर्वविक्रियाप्रतिषेधैः सम्बध्यते, न कदाचित् जायते न कदाचित् म्रियते इत्येव। यस्मान् अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभवित् अभावं गन्ता न भूयः पुनः, तस्मान् न म्रियते। यो हि भूत्वा न भवितः स म्रियते इति उच्यते लोके। वा शब्दात् न शब्दाच्च अयमात्मा अभूत्वा वा भविता देहवतो न भूयः, तस्मान्न जायते। यो हि अभूत्वा भविता स जायते इत्युच्यते, नैवमात्मा अतो न जायते। यस्मादयं तस्मात् अजः, यस्मान्न म्रियते तस्मान्नित्यश्च। यद्यपि आद्यन्तयोः विक्रिययोः प्रतिषेधे सर्वाविक्रियः प्रतिषिद्धः भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्यः। अनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यादित्यः शाश्वत इत्यादिन। शाश्वत इति अपक्षयलक्षणविक्रिया प्रसिद्ध्यते। शश्वद्भवः शाश्वतः, न अपक्षीयते स्वरूपेण निरवयवत्, नापि गुणक्षयेण अपक्षयः निर्गुणत्वात्। अपक्षयविपरीतापि बुद्धिलक्षणविक्रिया प्रतिषिध्यते पुराणे इति। यो हि अवयव आगमेन उपजीयते स वर्धते अभिनवः इति च उच्यते। अयं तु आत्मा निर्वयवत्वा पुरापि नव एवेति पुराण, न वर्धते इत्यर्थः, तथा न हन्यते। हन्तिः अत्र विपरिणामार्थे द्रष्टव्यः अपुनृक्ततायि, न विपरिणम्यते इत्यर्थः। हन्यमाने विपरिणम्यमानेऽपि शरीरे। अस्मिन् मन्त्रे षड्भावविकाराः लौकिकवस्तुविक्रियाः आत्मनि प्रसिद्ध्यन्ते। सर्वप्रकारविक्रियारहित आत्मा इति वाक्यर्थः। यस्मादेवं तस्मात् उभौ तौ न विजानीतः इति पूर्वेण मन्त्रेण अस्य सम्बन्धः। ययेनं वेत्य हन्तारम् इत्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय न जायते इत्यनेन अविक्रियत्वं हेतुमुक्त्वा प्रतिज्ञातार्थम् उपसंहर्ते वेदाविनाशिनं नित्यं ययेनमजमव्ययम् कथं सपुरुषः पार्थं कं घातयति हन्तिकम्। वेद विजानाति अविनाशिनम् अन्त्यभाविकारहितं नित्यं विपरिणामरहितं यो वेद इति सम्बन्ध। एनं पूर्वेण मन्त्रेण उक्तलक्षणम् अजं जन्मरहितम् अव्ययम् अपक्षयरहितं कथं केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रियां करोति कथं वा घातयति हन्तारं प्रयोजयति। न कथञ्चित् कञ्चित् हन्ति न कथञ्चित् कञ्चित् घातयति इति उभयत्र आक्षेप एव अर्थः प्रश्नार्थ असम्भवत्। हेत्वर्थस्य च अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थः अभिप्रेतो भवत् हन्तेस्तु आक्षेपः उदाहरणार्थत्वेन कृतः। विदुषः कं कर्म असम्भवहेतुविशेषं पश्यन् कर्माणि आक्षिपति भगवान् कथं स पुरुषः इति। ननु उक्त एव आत्मनः अविक्रियत्वं सर्वकर्म असम्भवकारणविशेषः सत्यमुक्तः न तु सः कारणविशेषः अन्यत्वाद्विषयः अविक्रियादात्मनः। न हि अविक्रियं स्थानं विदितवतः कर्म न सम्भवति इति चेत् न विदुषः आत्मत्वात् न देहादिसङ्गातस्य विद्वत् अतः पारिशेषम् असम्मतः आत्मा विद्वान् अविक्रिया इति तस्य विदुषः कर्म असम्भवः आक्षेपयुक्त कथं स पुरुषः। यथा बुद्ध्यादि आहृतस्य शब्दादि अर्थस्य अविक्रियैव सन् बुद्धिवृत्ति अविवेकविज्ञानेन अविद्यया उपलब्ध आत्मा कल्प्यते एवमेव आत्मानात्मविवेकज्ञानेन बुद्धिवृत्त्या विद्यया असत्यरूपया एव परमार्थतः अविक्रियैव आत्मा विद्वान् उच्यते। विदुषः कर्म असम्भवचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयो अभवत्। ननु विद्यापि अविदुषः एव विधीयते विदितविद्यस्य पिष्टपेषणमतो विद्याविधानानुतक्यत् तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषो नोपद्यते इति चेत् न अनुष्ठेयस्य भावाभावविशेषोपपत्ते। अग्निहोत्रादिविद्यर्थज्ञानोत्तरकालम् अग्निहोत्रादिकर्म अनेकसाधन उपसंहारपूर्वकम् अनुष्ठेयं कर्ताहं मम कर्तव्यमिति एवं प्रकारविज्ञानवतः विदुषः यथा अनुष्ठेयं भवति न तु तथा न जायते इत्यादि आत्मस्वरूपविद्यर्थज्ञानोत्तरकालभावे किञ्चित् अनुष्ठेयं भवति किं तु नाहं कर्ता नाहं भोक्ता इत्यादि आत्मैकत्व अकर्तृत्वादिविषयज्ञानं न अन्यदुत्पद्यते इति एष विशेषः उपद्यते। यः पुनः कर्ताहम् इति वेत्ति आत्मानं तस्य मम इदं कर्तव्यम् इति अवश्यं भाविनी बुद्धिः स्यात् तदपेक्षया सः अधिक्रियते इति तं प्रति कर्माणि सम्भवन्ति। स च विद्वन् उभौ तव न विजानीतः इति वचनं विशेषितस्य च विदुषः कर्म आक्षेपवचनाच्च कथं स पुरुषः इति। तस्मात् विशेषितस्य अविक्रियात्मदर्शिनः विदुषः मुमुक्षोश्च सर्वकर्मसन्यासी एव अधिकारः। अत एव भगवान् नारायणः साङ्ख्यान् विदुषः विदुषश्च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राह्यति ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् इति। तथा च पुत्रायाः भगवान् व्यासः द्वाविमावथपन्थानम् इति तथा च क्रियापदश्चैव पुरस्तात् पश्चात् सन्न्यासश्च इति एतमेव विभागं पुनः पुनः दर्शयिष्यति भगवान् अतत्त्ववित् अहङ्कारविमूढात्मा कर्ताहमिति मन्यते तत्त्ववित्तो नाहं करोमि इति तथा च सर्वकर्माणि मनसा सन्न्यस्यास्ते इत्यादि। तत्र केचित् पण्डितं मन्याः वदन्ति जन्मादि षड्भावविक्रियारहितः अविक्रियः अकर्ता एकः अहमात्मा इति न कस्यचित् ज्ञानम् उत्पद्यते यस्मिन् सति सर्वकर्मसन्न्यासः उपदिश्यते इति तन् न जायते इत्यादि शास्त्रोपदेश आन्तिकप्रसङ्गः यथा च शास्त्रोपदेशसमर्थ्य धर्माधर्मास्तित्वविज्ञानं कर्तुश्च देहान्तरसम्बन्धविज्ञानम् उत्पद्यते तथा शास्त्रात् तस्यैवात्मनः अविक्रियत्व अकर्तृत्व एकत्वादिविज्ञानं कस्मान् उत्पद्यते इति प्रष्टव्यः अस्ति करण अगोचरत्वादि चेन्न मनसा एव अनुद्रष्टव्यमिति श्रुते शास्त्राचार्योपदेश शमदमादिसंस्कृतं मनः आत्मदर्शनीकरणं तथा च तदधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यते इति साहसमात्रम् एतत् ज्ञानञ्च उत्पद्यमानं तद्विपरीतम् अज्ञानम् अवश्यं बाधते इति अभिवगन्तव्यं तच्च अज्ञानं दर्शितं अन्त अहम् अतः अस्मीति उभौ तौ न विजानितः इति अत्र च आत्मनः हननक्रियायाः कर्तृत्वं कर्मत्वं हेतुकर्तृत्वं च अज्ञानकृतं दर्शितं तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेः अविद्याकृतत्वम् अविक्रियत्वात् आत्मनः विक्रियावान् हि कर्ता आत्मनः कर्मभूतम् अन्यं प्रयोजयति कुर्वति तदेतन् अविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान् वासुदेवः विदुषः कर्माधिकार अभावप्रदर्शनार्थं वेदाविनाशिनं कथं सपुरुषः इत्यादि कः पुनः विदुषः अधिकारः इति एतदुक्तं पूर्वमेव ज्ञानयोगेन साङ्ख्यानमिति तथा च सर्वकर्मसन्न्यासं वक्ष्यति सर्वकर्माणि मनसा इत्यादिना